सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. कोटिभारः समर्थानां किं दूरं व्यवसायिनां, को विदेशः सविद्यानां, कः परः प्रियवादिनाम्. इत्युक्ते अस्मिन् श्लोके चत्वारः विषयाः उक्ताः. ते के इत्युक्ते अत्र प्रथमविषयः अस्ति समर्थानां कः, अतिभारः इत्युक्ते शक्तिमतां पुरुषाणां कोऽपि भारः नास्ति, तथा एव व्यवसायिनां पुरुषाणां दूरं किमपि नास्ति. इत्युक्ते यः सर्वदा परिश्रमं करोति तस्य कृते किमपि दूरं नास्ति. दूरम् इत्युक्ते अत्र सः यावद्दूरं गन्तुमिच्छति तावद्दूरं प्रयत्नेन प्रयत्नं कृत्वा गन्तुं शक्नोति, तथा एव अपि च विद्यावतां पुरुषाणां कृते कोऽपि विदेशः नास्ति. इत्युक्ते यः विद्यां प्राप्नोति, इत्युक्ते विद्यावान् पुरुषः विदेशं गच्छति चेत् तर्हि गच्छति तदा तस्य सर्वे तस्य आदरं कुर्वन्ति. तथा एव अन्तिमः विषयः अस्ति प्रियवादिनां कः परः, इत्युक्ते यः सर्वदा प्रियवाक्यानि वदति तस्य कृते तत्र सर्वे जनाः तस्य आदरं कुर्वन्ति, अथवा सर्वे जनाः तस्य प्रियबान्धवाः भवितुं शक्नुवन्ति. तत्र कारणं किम् इत्युक्ते केवलं तस्य प्रियवाक्यानि एव. अत्र संस्कृतभाषायां एकः अन्यः श्लोकः अस्ति, तत् किम् इत्युक्ते प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः. तदर्थं वचनेका दरिद्रता इति तत्र सुभाषितकारः वदति. इत्युक्ते एतादृशरीत्या जीवनयापनं कर्तुं शक्यं वा, इत्युक्ते शक्यमेव. तत्र किमपि कष्टं नास्ति, केवलम् उपरि उक्तान् विषयान् साधयितुं किञ्चित् प्रयत्नः आवश्यकः. ईदृशानि सुभाषितानि संस्कृतभाषायां बहूनि सन्ति, तेषाम् अवगमनार्थं वयं सर्वे मिलित्वा अत्र किञ्चित् प्रयत्नं कुर्मः. अत्र सम्यक्. अनन्तरं गते सप्ताहे वयं मूर्खाः शुकाः इति कथां पठितवन्तः. अत्र कथायाः नीतेः विषये किञ्चित् लिखन्तु इति अहं गृहपाठं प्रेषितवती, एकवारं शृणुमः तस्मिन् विषये. अत्र प्रथमतया उषा भगिनी वदतु, भवती किं लिखितवती? आं भगिनि, मूर्खाः शुकाः कथायाः शिक्षा अस्ति. अहं चत्वारि वाक्यानि लिखामि भगिनि. आशा दुःखस्य कारणं. शिक्षा यदा भवति तदा सा व्यवहारे उपयुज्यते. पुनः पुनः पुनः तदेव वाक्यं. शिक्षा यदा भवति तदा सा व्यवहारे उपयुज्यते. इत्युक्ते तत्र अनियर्वा तव्यत्वा योजयित्वा वदतु. शिक्षा यदा भवति तदा सा व्यवहारे तस्य उपयोगः व्यवहारे भवतु इति अर्थः. उत्तमम्. अवधानं विना पठनं व्यर्थं भवति. उत्तमम्. वन् मोर् थिङ्ग्. आत्मसाक्षात्काराय जपादिकं कुर्मः, किन्तु संसारबन्धनात् चिन्ताकुलाः वयं दुःखमेव अनुभवामः. अनुभवामः. आं भगिनि. इत्युक्ते चत्वारि वाक्यानि सन्ति, परन्तु चतुर्थं वाक्यं कथायाः विषये तत्र सम्बन्धः अस्ति वा? अहं चिन्तयामि. वदतु. लैक् आत्मसाक्षात्काराय जपादिकं कुर्मः, Like without focusing, we do like japa, meditation, everything. But our mind is entangled with all the materialistic life. So we fall in the ditch of the desire. And then finally end up in the problem and then like we go through the pain. अस्तु इत्युक्ते केवलम् अत्र कथायां शुकाः इव आम् आं भगिनि अस्तु उत्तमम् उत्तमानि वाक्यानि अनन्तरम् अत्र तने तने महोदय भवान् लिखितवान् वा आं भगिनि वदतु यदा कदापि वयं किञ्चित् पठेम वा किञ्चित् शृणुयाम् तर्हि तत् सम्यक्तया अवगम्य एव अन्यान् जनान् वदेम सम्यक्तया अवगन्तुं न शक्नुयां चेत् अपि च शुकान् समानं कुत्रापि च कदापि च चिन्तां कृत्वा विना तत् वारं वारं वदेम तदा तु अन्याः जनाः वयं मूर्खाः सन्ति इति एव चिन्तयिष्यन्ति तावदेव उत्तमम् उत्तमम् उत्तमानि वाक्यानि उत्तमं महोदय धन्यवादः अनन्तरम् अत्र शोभा भगिनी भवती वदतु हा किमपि ज्ञानम् अवगन्तव्यम् अपि च अनुसरणीयं न तु केवलं कण्ठस्थीकरणीयं यथा शुकाः कृतवन्तः जनाः अपि मायाजाले स्थिताय एव वेदान्तचर्चां कुर्वन्ति न अनुसरन्ति यथा व्याधः जाले एव पतित्वा गायन्तः शुकान् दृष्ट्वा हसति तथा ऋषिजनाः अपि मायाजाले पतित्वा अथवा मायाजाले स्थिताय जनाः एकनिमिषं भगिनि मायाजाले पतित्वा वेदान्तचर्चां कुर्वन्तः जनान् दृष्ट्वा प्रायशः विनोदः अनुभवन्ति उत्तमं विनोदम् अनुभवन्ति विनोदम् अनुभवन्ति तावदेव भगिनि सुन्दराणि वाक्यानि उत्तमम् उत्तमम् अनन्तरम् अत्र रघुपत्याचार्य महोदय भवान् श्रावयतु प्रथमं तु पठनसमये केवलं रटनमात्रेण किमपि प्रयोजनं नास्ति यदि तेषा यदा तेषाम् अर्थः अपि सम्यक् ज्ञायते तदा एव अर्जितं ज्ञानस्य उपयोगः लाभः वा अस्माभिः प्राप्तुं शक्यते अस्मिन् कथायां साधुना शुकाः युक्तिं पाठितः महोदय किञ्चित् शनैः किञ्चित् मन्दं मन्दं वदतु एकनिमिषं पठनसमये केवलं रटनमात्रेण किमपि प्रयोजनं नास्ति यदि यदा तेषाम् अर्थः अपि सम्यक् ज्ञायते तदा एव अर्जितं ज्ञानस्य उपयोगः लाभः वा अस्माभिः प्राप्तुं शक्यते अर्जितस्य ज्ञानस्य उपयोगः लाभः वा अस्माभिः प्राप्तुं शक्यते अस्मिन् कथायां साधुना कथा सप्तमी विभक्ति अस्यां कथायां साधुना शुकाः युक्तिं पाठितः परन्तु तस्य निजार्थम् अजानन्तः शुकाः व्याधस्य जाले पतिताः द्वितीयं यद्यपि व्याधः आदौ मनुष्य इव भाषमाणाः एकनिमिषं भाषमाणाः शुकान् दृष्ट्वा भयेन तान् शुकान् न ग्रहीतुं चिन्तितवान्, तथापि सः स्वप्रयत्नं न त्यक्तवान्, अतः एव सः अन्ते तान् शुकान् गृहीतुं शक्तवान्। अतः वयं ज्ञातुं एकवारम् अत्र सर्वेषां कृते वदामः, अत्र भाषते इति पदम् आत्मनेपदी, अतः भाषमान् अत्र वदतु महोदय, भाषमाणाः भाषमाणा ओके मनुष्य इव भाषमाणान् शुकान् दृष्ट्वा भाषमाणाः भाषमाणान् शुकान् दृष्ट्वा इत्युक्ते अत्र भाषमाणान् अत्र शाणजन्तरूपं शाणजन्तरूपं योजयित्वा वाक्यं रचितवान् महोदयः। अत्र षकारः निमित्तमस्ति इति कृत्वा अत्र णत्वं भवति। अत्र वाक्यं कर्तरिप्रयोगे रचितवान् वा? अत्र पुनः एकवारं तदेव वाक्यं वदतु महोदय। एकनिमिषं, यद्यपि व्याधः आदौ मनुष्य इव भाषमाणान् शुकान् दृष्ट्वा भयेन तान् शुकान् न ग्रहीतुं चिन्तितवान्, तथापि सः स्वप्रयत्नं न त्यक्तवान्। अत्र कर्तरि एव भाषमाणान् शुकान् दृष्ट्वा अत्र कृतान्तरूपं योजयित्वा उक्तवान्। अत्र पश्यन्तु, साधारणतया त्वाप्रत्ययान्तरूपं वा शत्रन्तरूपं वा अस्ति चेत् अत्र तस्मात् पूर्वं कर्मपदं सम्भवति। यदि धातुः सकर्मकधातुः अस्ति चेत् क्त्वान्तरूपं ल्यबन्तरूपम् अपि च शत्रन्तरूपं तस्मात् पूर्वं कर्मपदं सम्भवति, यदि धातुः सकर्मकः अस्ति चेदेव। वदतु महोदय। अतः एव सः अन्ते तान् शुकान् ग्रहीतुं शक्तवान्, अतः वयं ज्ञातुं शक्यते यत् यत्किमपि कार्यम् आदौ दुष्करम् इति भासते, तथापि अस्माभिः प्रयत्नम् इति नपुंसकलिङ्गः वा? महोदय, अत्र अस्माभिः योजयित्वा वक्तुमिच्छति चेत् कर्मणि वाक्यं भवति, कर्मणि वाक्यः इति अतः पदमस्ति प्रयत्नः। प्रयत्नः अवश्यं करणीयः, तदा एव सफलतायाः प्राप्तिः भवति। अन्तिमवाक्यमस्ति, यदि वयं लोभाविष्टाः भवाम तदा निश्चयेन आपदाः अपि आगच्छेयुः, तेन दुःखम् अपि महोदय अत्र पश्यतु महोदय, उत्तमं पदं लोभाविष्टः, लोभेन आविष्टः अत्र उत्तमम्, अत्र समासः अस्ति लोभेन आविष्टः, अत्र लोभाविष्टः। अनन्तरम् अत्र आपद् शब्दः, अत्र रूपाणि वदतु महोदय आपद् शब्दस्य। आपदाः इति अहं न जानामि, अहं चिन्तयामि पुल्लिङ्ग अस्ति न वा? अत्र दीर्घ आकारान्तं नास्ति महोदय, आपदः आपदः एव इति अहं चिन्तयामि, परन्तु दृष्ट्वा वदामि। तत्र अत्र तनय महोदय भवान् जानाति वा आपद् शब्दस्य बहुवचनरूपं किम्? न जानामि भगिनि। अस्तु, न महोदय, अत्र आपद् शब्दः अकारान्त नास्ति, पदं हलन्तपदम् ओके आपत् ओके आपत् अत्र किमर्थं चेत् तत्र अहं बहुवारं श्रुतवती आपदः इति रूपं षष्टि एकवचने अपि आगच्छति, अत्र हलन्तपदमस्ति भवतः इति अत्र तकारान्तं वा अथवा दकारान्तम् अपि वक्तुं शक्नुमः. आपदाः इदानीम् आपदाः अपि आगच्छेयुः, तेन दुःखम् अपि अनुभवामः. अत्र मम एकसन्देहः, अनुभवेम इति प्रयोगं सम्यक् वा? अनुभवामः अनुभवेम न भवति वा? अनुभवेम इत्युक्ते विधिलिङ्ग् उत्तमपुरुष विधिलिङ्ग् इति अतः तेन दुःखम् अपि अनुभवेम, अतः कदापि लोभाविष्टा न भवेम, लोभाविष्टाः न भवेम. उत्तमम्, उत्तमानि वाक्यानि. तावदेव वा? हा भगिनि, तावदेव. उत्तमानि वाक्यानि, धन्यवादः महोदय. सतीश् महोदय, भवान् वदतु. क्षम्यतां भवत्य, अहं न कृतवान् गृहकार्यभारेण. चिन्ता मास्तु. अत्र गीताञ्जलि भगिनी, भवती वदतु. मम सरल त्रीणि वाक्यानि लिखामि. केवलम् एकं संस्कृतवाक्यं रचित्वा बुद्धिः न आगतवती. यस्य बोधनं चिन्तनं न करोति तस्य अवश्यं विघ्नेन स्थापयति. परन्तु भगिनी अत्र पश्यतु, अहं चिन्तयामि परन्तु दृष्ट्वा वदामि. बुद्धिः न आगता इति एव वदामः, साधारणतया बुद्धिः न आगतवती इति न अहं न श्रुतवती, तदर्थं वदामि बुद्धिः न आगता. तत्र क्तान्तरूपम् एव योजयित्वा वदामः, परन्तु क्तवत्वान्तरूपं साधारणतया न श्रुतवती अहं. वदतु. अस्तु अस्तु भगिनि, धन्यवादः. केवलम् एकं संस्कृतवाक्यं रटित्वा बुद्धिः न आगता. यस्य बोधनं चिन्तनं न करोति तस्य अवश्यं विघ्नेन स्थापयति. विघ्नेन स्थापयति वा? सम्यक् न न न अहमपि अवगन्तुं प्रयत्नं करोमि. अहमपि अवगन्तुं प्रयत्नं करोमि. अत्र विघ्नेन स्थापयति, अत्र स्थापयति अस्ति चेत् अत्र अस्तु. अनन्तरं सप्तमी भवति वा इति अहं चिन्तयामि. विघ्नेन स्थापयति अहं न श्रुतवती. अनन्तरं यदि दुराशयजनाः अपि मूर्खाः सन्ति तर्हि सुस्वभावजनाः मतिहीनाः परित्रायन्ते. मतिहीनाः परित्रायन्ते. पुनः तदेव वाक्यं वदतु. यदि दुराशयजनाः अपि मूर्खाः सन्ति चेत् तर्हि मतिहीनाः सुस्वभावाः परित्रायन्ते. भगिनि एकं कार्यं करोतु, कक्षायाः अनन्तरम् एकवारं मह्यं प्रेषयतु, मां प्रेषयतु. अत्र वाक्यानि समीचीनानि वा एकवारं पुनः पश्येम. अत्र अधुना अग्रे गच्छेम. उत्तमम्, उत्तमं भगिनि, धन्यवादः. अनन्तरम् अधुना वयं अभ्यासपुस्तके अभ्यासद्वयं कुर्वन्तु इति गृहपाठः आसीत्। अत्र प्रथमतया अत्र भवती एव करोतु भगिनि, गीताञ्जलि भगिनि। अत्र पञ्चचत्वारिंशत्तमे पुटे 16.1 अभागे सः पर्यन्तम् अत्र नारायणस्य दिनचर्या लिखिता अस्ति, तां दृष्ट्वा वाक्यानि लिखतु। अत्र एक भगिनी एकवारं वदामि, अत्र लिखिता इति पदमस्ति, किमर्थम् अत्र दिनचर्या स्त्रीलिङ्ग् पदम् अस्ति? उत्तमम् उत्तमम्। तदर्थम् इत्युक्ते दिनचर्या इति पदस्य विशेषणम्। विशेषणम् कस्य दिनचर्या दत्ता अत्र? कस्य दिनचर्या उक्ता अथवा लिखिता? नारायणस्य दिनचर्या लिखिता। उत्तमम्। अनन्तरं तां दृष्ट्वा इति उक्तमस्ति, ताम् इत्युक्ते कां? ताम् इत्युक्ते कर्मपदम् एकवचनं, उत्तमम् उत्तमं। परन्तु अत्र तां दृष्ट्वा इति लिखितमस्ति, परन्तु ताम् इत्युक्ते अत्र कां? काम् अस्ति, ताम् इत्युक्ते दिनचर्या, दिनचर्या ताम् इत्युक्ते अस्मिन् वाक्ये ताम् इत्युक्ते दिनचर्या। करोतु, भवती एव करोतु। क्षम्यतां भगिनि, वदतु महोदय। मम कनेक्षन् भग्नः आसीत्, अत्र कुतः कुतः महोदय? अत्र गीताञ्जलि भगिनी पठन्ती अस्ति। अत्र अभ्यासपुस्तके पञ्चचत्वारिंशत्तमे पुटे 16.1 अभागे अभ्यासपुस्तकं पश्यतु। अस्तु, धन्यवादः भगिनि। अस्तु, गीताञ्जलि भगिनी करोतु। नारायणः षड्वादनं सः सप्तवादनं पर्यन्तं योगासनं करोति। अत्र सप्तवादनम् इति न वदामः, किं वदामः? सप्तवादने अत्र षड्वादनतः सप्तवादनपर्यन्तम्, तत्र विसर्ग तत्र अनुस्वारः नास्ति, अनुस्वारः नास्ति। सः किं करोति षड्वादनतः? षड्वादनतः सप्तवादनपर्यन्तं योगासनं करोति। उत्तमं। योगासनम् इति पदस्य बहुवचनरूपं वदतु। योगासनम् अत्र सम्यक् वदतु। अत्र योगासनं करोति इति दत्तमस्ति, योगासनम् इति पदस्य बहुवचनरूपं किम्? योगासनां कुर्वन्ति। उत्तमम्। वदतु, आसनम् इति पदं नपुंसकलिङ्गपदम्। धन्यवादः। इत्युक्ते अस्माकं कृते प्रथमं वाक्यम् अत्र दत्तमस्ति, द्वितीयं करोतु। द्वितीयं, नारायणः सपादसप्तवादनतः सपाद अष्टवादनपर्यन्तं गृहपाठः करोति. अत्र भगिनी अग्रिमे पुटे पश्यतु, तत्र वाक्यानि दत्तानि अपि च रिक्तस्थानानि दत्तानि. अत्र गृहपाठं लिखति इति दत्तमस्ति. लिखति अत्र अस्मिन् वाक्ये कर्मपदं किम्? कर्मपदं वदतु भगिनि. गृहपाठम्. गृहपाठम् इति कर्मपदं. किमर्थं चेत् तत्र प्रथमाविभक्तिन्तरूपं गृहपाठः लिख् धातुः सकर्मकधातुः इति कृत्वा अत्र कर्मपदं सम्भवति. अतः तदेव वाक्यं पुनः वदतु. नारायणः सपादसप्तवादनतः सपाद अष्टवादनपर्यन्तं गृहपाठं लिखति. उत्तमम् उत्तमम्. अधुना सम्यक् अग्रिमं करोतु. नारायणः दशवादनतः पञ्चवादनपर्यन्तं विद्यालये पठति. कुत्र पठति सः? विद्यालये पठति. उत्तमं. विभक्तिः का विद्यालये इति पदस्य? विद्यालय सप्तमी भगिनि, एकवचनं. उत्तमम्. अस्मिन् वाक्ये कर्मपदमस्ति वा? अस्मिन् वाक्ये अकर्मकवाक्य इत्युक्ते अत्र वाक्यम् अकर्मकम् अस्ति, परन्तु पठधातुः सकर्मकधातुः एव. अस्तु. यदि भवती योजयितुम् इच्छति चेत् नारायणः अत्र विद्यालये पुस्तकं पठति इति अपि पुस्तकमिति पदं योजयित्वा अथवा ग्रन्थम् इति योजयित्वा वक्तुं शक्नोति. किमर्थं चेत् अत्र पठ् धातुः सकर्मकधातुः, परन्तु अस्मिन् वाक्ये कर्मपदं न उक्तमस्ति. अस्तु. इम्प्लैड् कर्मपदम् इम्प्लैड्. कर्मपदं यदि भवती इच्छति चेत् अत्र योजयितुं शक्नोति भवती, परन्तु वाक्ये न दत्तमस्ति. चतुर्थं करोतु. नारायणः पञ्चवादनतः षड्वादनपर्यन्तं क्रीडति. क्रीडति. अस्मिन् वाक्ये कर्मपदमस्ति वा? कर्मपदं नास्ति. किमर्थं नास्ति वदतु. क्रीडति क्रीडति अपि सकर्मक. न भगिनि, क्रीड् धातुः अकर्मकधातुः. तथा किमर्थम् इति अहमपि न जानामि. अहं न जानामि किमर्थं तत्र क्रीड् धातुः अकर्मकः इति अहं न जानामि, परन्तु क्रीड् धातुः अकर्मकः. अनन्तरं नारायणः सार्धषड्वादनतः सार्धसप्तवादनतः अध्ययनं करोति. अध्ययनं करोति इत्युक्ते अत्र अस्मिन् वाक्ये कर्मपदं किम्? अध्ययनम्. अध्ययनं तस्य रूपं वदति वा, जानाति वा तस्य रूपं किं? कः वदति? द्वितीय अत्र रघुपति आचार्यमहोदय, भवान् वक्तुं शक्नोति वा अध्ययनम् इति पदस्य रूपं किं, कथम् आगतम्? अध्ययनं न जानामि. अध्ययनम् इति नपुंसकलिङ्गं वा? नपुंसकलिङ्गम्. अत्र अहं चिन्तयामि ल्युडन्तपदं ल्युट् प्रत्ययनुडन्तरूपम् अस्ति. अध्ययनम् एकनिमिषम् अध्ययनम् अध्यापन अत्र पश्यन्तु सर्वदा अत्र किञ्चित् ध्वनिः अस्ति. कस्याः दूरवाणी? अत्र किञ्चित् म्यूट् करोमि, ध्वनिः अस्ति इति कारणतः. इतोपि अस्ति अत्र अध्ययनम् इति पदस्य अत्र ल्युडन्तरूपम्. अत्र संस्कृतभाषायाम् एकः धातुः अस्ति ईङ् धातुः. सः धातुः सर्वदा अधि उपसर्गपूर्वकः भवति. अत्र अधि उपसर्गपूर्वकः ईङ् धातुः तः अधीते अधीते इति आत्मनेपदिरूपम् आगच्छति. तस्मात् अध्ययनं तथा रूपम् आगतम्. परन्तु अत्र ल्युडन्तरूपं दत्तमस्ति. गीताञ्जलि भगिनी करोतु. अत्र अस्मिन् वाक्ये कर्मपदं किम्? गीताञ्जलि भगिनी वदतु. अस्मिन् वाक्ये कर्मपदम् अध्ययनम् अस्ति. अध्ययनं किमर्थं चेत् अत्र क्रू धातुः सकर्मकधातुः. क्रू धातुः, सः किं करोति? अध्ययनं करोति. कः करोति? अध्ययनं करोति. नारायणः. उत्तमं, नारायणः करोति. अत्र षष्ठं वाक्यं भगिनी, अधियोग पुनः वदतु. धातु ईङ्. अधि उपसर्गपूर्वकः ईङ् धातुः, तत्र ई एव आगच्छति. तत्र अधीते इति आत्मनेपदिरूपं सम्भवति. परन्तु कस्मिन् गणे अस्ति इति एकवारं दृष्ट्वा वदामि. अनन्तरं षष्ठं वाक्यं, साधारणतया सर्वे मा विस्मरन्तु, षष्टमम् इति न वदामः. सर्वदा षष्टं षष्टम् एव वक्तव्यं. तत्र विशेषपदं षष्टमं. परन्तु साधारणतया वयं किं वदामः? प्रथमं, द्वितीयं, तृतीयं, चतुर्थम् इति वदामः. परन्तु सप्तमम्, अष्टमम् इति वदामः. परन्तु षष्टम् एव वक्तव्यम्. दशवादनतः पञ्चवादनपर्यन्तं निद्रां करोति. निद्रां करोति, उत्तमं. यदि आत्मनेपदं योजने आत्मनेपदि रूपं योजयित्वा वदतु इदमेव वाक्यं. अन्यत् रूपेण वदतु भगिनी, एतदेव वाक्यं. श्रेयते. किञ्चित् समीकरोतु अत्र. अहं न जानामि. वदतु महोदय, सतीश् महोदय वदतु, किं वदामः? निद्राते. निद्राति. निद्राति योजयित्वा वदतु भगिनि. निद्राति इत्युक्ते आत्मनेपदी नास्ति. आम् आम् आम् आम्, अहम् अवगतवती. परन्तु आत्मनेपदीरूपं शेते. वदतु प्रथमतया निद्राति योजयित्वा वदतु, अनन्तरं शेते. निद्राति. नारायण दशवादनतः पञ्चवादन पर्यन्तं निद्राति. अनन्तरं शेते. शेते योजयित्वा नारायणः दशवादनतः पञ्चवादनपर्यन्तं शेते. उत्तमम्. इत्युक्ते इदानीं पर्यन्तं तः पर्यन्तं योजयित्वा वयं किञ्चित् अवगतवन्तः. अनन्तरम् अधुना अत्र सतीश् महोदय भवान् करोतु. अत्र 16.1 आभागे सतीश् महोदय भवान् करोति वा, नो चेत् तने महोदय वदतु. प्रश्नः अस्ति. वदतु महोदय, वदतु. अहं चिन्तयामि अहं वदतु वा किम् अहं वदामि पृच्छतु महोदय, प्रश्नः अस्ति चेत् पृच्छतु. प्रश्नः अस्ति वा? अस्तु. आं भगिनि, क्रीडति इति धातुः अकर्मकधातुः कथं भवति? वयं अहं सम स्पोर्ट्स्, अहं क्रिकेट् क्रीडति क्रीडामि इति न वक्तुं शक्नुमः. आं महोदय, परन्तु तत्र तथा किमर्थम् अहमपि न जानामि, परन्तु धातुकोशं पश्यतु, तत्र क्रीड् धातुः अकर्मकः इति उक्तमस्ति. तर्हि यदि वयं यदि अहम् उक्तवान् अहं क्रिकेटः क्रिकेटं क्रीडामि इति वाक्यस्य सम्यक् नास्ति. अहं क्रिकेट् क्रीडामि, तत्र अकर्मकः इति कृत्वा तत्र द्वितीयाविभक्तौ न वदामः. अस्तु भगिनि. भगिनि प्रश्नमस्ति, किम् इदं वाक्यं सर्वस्तु अहं कन्दुकं क्रीडामि. अत्र कन्दुकं क्रीडामि सम्यक् एव, इत्युक्ते अत्र कन्दुकम् इति पदं नपुंसकलिङ्गे अस्ति चेत् सम्यक् भवति. कन्दुके कन्दुकं क्रीडामि. महोदय भवान् पठतु, अत्र 16.1 भागे आभागे किम् अस्ति? अभागे अभागे अभागे वयं कथं षट्वादनतः सप्तवादनपर्यन्तं योगार्थं वयं कृतं महोदय? तत्र दीर्घ आकारः अहं वदामि, दीर्घ आकारः पश्यामि. अत्र कर्नाटक मुख्यमन्त्रिणः कार्यक्रमस्य विवरणम् अस्ति, तत् दृष्ट्वा सः कदा कुत्र तिष्ठति इति लिखतु. अत्र स्थगयतु महोदय, अत्र स्थगयतु. अत्र कर्णाटकमुख्यमन्त्रिणः इति अस्ति, तस्मिन् विषये किञ्चित् वदतु यद् भवान् जानाति. मन्त्रिणः किमर्थमस्ति? मन्त्रिणः मिनिस्टर् कर्णाटकमुख्यमन्त्री प्रैम् मिनिस्टर् तत्र शब्दस्य रूपम् अत्र विभक्तिः का, वचनं किं, लिङ्गं किम्, अपि च प्रातिपदिकं किम्? प्रथमविभक्ति एकवचनं मन्त्रिणः, मन्त्रिणो मन्त्रिणः, कार्ये मुख्यमन्त्रिणः. अत्र महोदय वदतु, अत्र मन्त्रिणः इति पदं दत्तमस्ति, तस्य प्रातिपदिकं किम्? अत्र कोऽपि वदति वा, कोऽपि जानाति वा? अत्र मन्त्रिन् वा नकारान्तपदं मन्त्रिण नकारान्तपदं मन्त्रिन् मन्त्रिन् अपि च प्रथमाविभक्त्यन्तरूपं किं, प्रथमाविभक्ति एकवचनरूपं किं? तने महोदय वदतु, मन्त्रिन् शब्दः नकारान्तः अस्ति वा इन्दन्तः अस्ति? मन्त्रिन् इति प्रातिपदिकं रूपं, परन्तु प्रथमाविभक्ति एकवचनरूपं किं भवति? मन्त्री बहिनी. उत्तमम् उत्तमम्, इत्युक्ते दीर्घ ईकारान्तं भवति, यथा भवन्तः श्रुतवन्तः चेत् गुणी शब्दवत् गुणी शब्दवत् मन्त्रिणः. उत्तमं, उषा भगिनी भवती एव वदतु, कुत्र कुत्र तस्मिन् शब्दे कुत्र कुत्र मन्त्रिणः इति रूपम् आगच्छति? चतुर्षु भगिनी अत्र मन्त्रिण शब्दे चतुर्षु स्थलेषु मन्त्रिणः इति रूपम् आगच्छति कुत्र कुत्र मन्त्री मन्त्रिणं मन्त्रिणः ये मन्त्रिन् ये मन्त्रिणौ ये मन्त्रिणः मन्त्रिणं मन्त्रिणौ मन्त्रिणः मन्त्रिणा मन्त्रिभ्यां प्रथमविभक्ति द्वितीयविभक्ति तृतीयविभक्ति मन्त्रिणः आगच्छति भगिनि प्रथमाविभक्ति बहुवचनं द्वितीयाविभक्ति बहुवचनं तृतीयविभक्ति पञ्चमी षष्टि प्रथमविभक्ति द्वितीयाविभक्ति बहुवचने मन्त्रिणः अत्र सर्वे यथा भवान् पदस्य भवान् पदः पदम् इति नास्ति भगिनि किमर्थं चेत् सर्वे शृण्वन्ति एकवारं सर्वे शृण्वन्तु अत्र भवान् शब्दे द्वितीयविभक्ति बहुवचनं भवतः परन्तु प्रथमाविभक्ति बहुवचनं किं भवान् भवन्तौ भवन्तः तत्र साम्यं नास्ति भगिनि शोभा भगिनि परन्तु अत्र गुणी शब्दवत् यथा उषा भगिनी उक्तवती प्रथमाविभक्ति बहुवचनं द्वितीयाविभक्ति बहुवचनम् अपि च रघुपताचार्यमहोदयः उक्तवान् पञ्चमी एकवचनं षष्टि एकवचनम् उत्तमम् अनन्तरम् एकः प्रश्नः नकारान्तः नपुंसकलिङ्गः करिन् शब्दः अपि करिन् करिन् करिणौ करिणः भगिनी अत्र पश्यतु नपुंसकलिङ्गरूपम् अस्ति चेत् किं भवति साधारणतया प्रथमाविभक्त्यन्तरूपाणि द्वितीयाविभक्त्यन्तरूपाणि समानानि परन्तु अत्र गुणीशब्दवत् एव तस्मिन् शब्दे चतुर्षु स्थलेषु मन्त्रिणः इति रूपम् आगच्छति परन्तु अस्मिन् वाक्ये मन्त्रिणः इति रूपं कस्यां विभक्तौ अस्ति वदतु अस्मिन् वाक्ये नो षष्टि कार्यक्रमस्य षष्टिविभक्ति अस्ति सो कर्णाटकमुख्यमन्त्रिणः षष्टिविभक्ति एकवचनम् अस्ति महोदय सुन्दरम् सुन्दरं षष्टि एकवचनम् अस्ति अत्र उत्तमं भगिनि अनन्तरम् अत्र सतीश् महोदय भवान् करोतु अभ्यासं करोतु प्रथमजनवरीतः सप्त जनवरी पर्यन्तं बेङ्गलूरुनगरे तिष्ठति अत्र महोदय एकवारं प्रथमदिनाङ्कतः तथा योजयित्वा वदतु इत्युक्ते अहं किं वदामि इत्युक्ते जनवरी मासस्य प्रथमदिनाङ्कतः सप्तमदिनाङ्कपर्यन्तं बेङ्गलूरुनगरे तिष्ठति तथा वदतु प्रथमजनवरीदिनाङ्कतः सप्तजनवरीदिनाङ्कपर्यन्तं बेङ्गलूरुनगरे तिष्ठति उत्तमं जनवरी अष्टदिनाङ्कतः जनवरी त्रयोदशदिनाङ्कपर्यन्तं मैसूरुनगरे तिष्ठति जनवरी चत्वारिंशत् दिनाङ्कतः जनवरी सप्तदश दिनाङ्कपर्यन्तं धारवाड नगरे तिष्ठति जनवरी अष्टादशदिनाङ्कतः जनवरी विंशति दिनाङ्कपर्यन्तं गुलबर्ग नगरे तिष्ठति जनवरी जनवरी एकविंशति दिनाङ्कतः जनवरि चत्वारिंशतिः दिनाङ्कपर्यन्तं कोलारनगरे तिष्ठति. जनवरि पञ्चविंशति दिनाङ्कतः जनवरि त्रिंशत् दिनाङ्कपर्यन्तं मद्रास् नगरे तिष्ठति. उत्तमम्. इत्युक्ते अत्र अन्तिमं वाक्यं पुनः एकवारं कुर्मः. जनवरि मासस्य जनवरि मासस्य पञ्चविंशति वदतु. जनवरि मासस्य पञ्चविंशतिदिनाङ्कतः जनवरि मासस्य त्रिंशति दिनाङ्कपर्यन्तं मद्रास् नगरे तिष्ठति. उत्तमम् उत्तमम्. अत्र पश्यन्तु बेङ्गलूरु, अहं पूर्वमेव उक्तवती बेङ्गलूरु, अपि च मन्त्री, अपि च पर्यन्तम्, एतेषु पदेषु अत्र एकः सन्धिः अस्ति, तस्य नाम किं? बेङ्गलूरु बेङ्गलूरु तत्र कथं लिखितमस्ति? अत्र बेङ्गलूरु अथवा मन्त्री अथवा पर्यन्तम् एतेषु पदेषु एकः सन्धिः अस्ति. इत्युक्ते अत्र अनुस्वारस्य स्थाने तत्तत् वर्गस्य अन्तिमवर्णादेशः भवति. सन्धेः नाम किं, कः वदति? गीताञ्जलि भगिनी वदति वा? भगिनी गीताञ्जलि भगिनी भगिनी बेङ्गलूरु उकारयोगः किम्? अहं न अत्र अत्र किमस्ति इत्युक्ते केवलम् अहं पूर्वम् उक्तवती तदर्थं पृच्छामि. अत्र अनुस्वारस्य स्थाने तत्तद्वर्गस्य अनुनासिकवर्णादेशः भूत्वा अत्र लिखामः. अत्र सन्धेः नाम अस्ति परसवर्णसन्धिः. अत्र अनुस्वारस्य स्थाने परसवर्णादेशः भवति. अत्र अनुस्वारस्य ययि परसवर्णः इति सन्धेः सूत्रमस्ति, परसवर्णसन्धिः. उत्तमं. तथा एव लेखनीयं सर्वदा. बेङ्गलूरु इति लिखामश्चेत् तादृशरीत्या एव लेखनीयम्. अनन्तरम् अत्र सतीश् महोदय भवान् वदतु, एतेषु वाक्येषु कर्मपदम् अस्ति वा? तिष्ठति तिष्ठति वदतु. तिष्ठति तिष्ठति कर्मपद अस्ति. तिष्ठति महोदय, अत्र तिष्ठति इति पदम् अस्मिन् वाक्ये क्रियापदं, परन्तु अहं पृच्छामि एतेषु वाक्येषु कर्मपदम् अस्ति वा? भवान् षड् वाक्यानि पठितवान्, परन्तु अत्र कर्मपदम् अस्ति वा? उषा भगिनी वदति कर्मपदं नास्ति. किमर्थं नास्ति? कर्मक्रिया अस्ति. किमर्थं नास्ति? उषा भगिनी वदतु. जनवरि तिष्ठति इत्युक्ते हि स्टेस् लैक् फ्रम् इत्युक्ते अत्र तिष्ठति इति क्रियापदं स्थाधातुतः आगतं. स्थाधातुः अकर्मकधातुः. स्थाधातोः लट्लकाररूपं तिष्ठति. अत्र धातुः अकर्मकधातुः इति कृत्वा अत्र एतेषु वाक्येषु कर्मपदं न सम्भवति. केवलं किं वदामः, मुख्यमन्त्री कुत्र तिष्ठति? कुत्र तिष्ठति? बेङ्गलूरु भिन्नभिन्नस्थलेषु भिन्नभिन्ननगरेषु तिष्ठति. इत्युक्ते मैसूरुनगरे तिष्ठति, धारवाडनगरे तिष्ठति, गुल्बर्गनगरे तिष्ठति, कोलारनगरे तिष्ठति, नो चेत् मद्रासनगरे तिष्ठति. इत्युक्ते केवलं सः कुत्र तिष्ठति एव वक्तव्यम्. अत्र स्था धातुः अकर्मकधातुः इति अत्र शब्दः अस्ति. अत्र महोदय भवान् वदतु, भवान् कदा संस्कृताध्ययनं करोति, कदा आरभ्य? वदतु महोदय. प्रश्नः अस्ति, अहं किं करोमि? न न, भवान् भवान् कदा संस्कृताध्ययनं करोति, कदा आरभ्य, कदा आरभ्य कुत्र पर्यन्तम्? अहं प्रतिदिनं दशवादने दशवादनतः सार्धदशवादनपर्यन्तं संस्कृतभाषां पठामि. उत्तमं. भवान् कदा गृहपाठं करोति, कदा आरभ्य करोति? दशवादनतः आरम्भं करोमि. दशवादनतः अनन्तरं कुत्र पर्यन्तं? सार्धदशवादनपर्यन्तं. सार्धदशवादनपर्यन्तं संस्कृतगृहपाठं. पूर्णतया वदतु वाक्यम्. अहं दशवादनतः सार्धदशवादनपर्यन्तं प्रतिदिनं संस्कृतभाषां पठामि. उत्तमम्. उत्तमं महोदय, धन्यवादः. अनन्तरम् अत्र शोभा भगिनी, भवती अत्र सर्वे अत्र एकं करपत्रम् अहं प्रेषितवती, गीतासोपानं पुस्तकतः उद्धृतं करपत्रम्. अत्र नगरदर्शनं कदा इति शीर्षिका अस्ति. सर्वे एकवारं तत् करपत्रं पुरतः स्थापयन्तु. अधुना तं तत् करपत्रं पठेम. शोभा भगिनी, भवत्याः पार्श्वे अस्ति वा? भगिनि, गीतासोपानं किं पुटे? गीता अहं करपत्ररूपेण प्रेषितवती भगिनी. अत्र 126 इत्युक्ते अत्र महोदय गीतासोपानात् उद्धृतं करपत्रं यदि भवतः पार्श्वे अस्ति भगिनि, पुस्तकमस्ति चेत् सम्यक्, नो चेत् अत्र करपत्रं पश्यन्तु. उत्तमं, करोतु भगिनि. पूर्वं न कृतवती, अधुना अहं चिन्तयामि वर्गे कुर्मः. किञ्चन गीताशिबिरं प्रवर्तते. भगिनी अत्र उपरि एका विनोदकणिका अस्ति, तदपि पठतु. आम् भगिनि, तः पर्यन्तम् एतां विनोदकणिकां पठत. कश्चन ग्रामीणः नगरदर्शनार्थं महानगरं गतवान्. यदा बुभुक्षा जाता तदा सः एकं भोजनालयं गत्वा पृष्टवान्, अत्र भोजनस्य अल्पाहारस्य च समयः कः इति. तदा भोजनालय स्वामी उक्तवान्, प्रातः 7 11 अल्पाहारः, मध्याह्ने 3 भोजनं, सायं 5 रात्रौ 10 रात्रिभोजनम् इति. एतस्य श्रवणानन्तरं सः ग्रामीणः पृष्टवान्, महाशय, यदि एतावान् कालः अल्पाहारार्थं, मध्याह्ने भोजनार्थं, रात्रिभोजनार्थं च भवति, तर्हि मम नगरदर्शनं कदा भविष्यति इति. सर्वे अवगतवन्तः वा अत्र? भगिनी वदतु, एकमेकं वाक्यं स्वीकृत्य वदामः. विनोदकणिका इत्युक्ते किम्? अन्येषां कृते वदामः. विनोदकणिका इत्युक्ते विनोदमया, विनोदस्य भरित किमपि कथा इत्युक्ते यदि वयं पठामश्चेत् सा विनोदं जनयति, विनोदं जनयति, तदर्थमेव तस्य नाम विनोदकणिका. विनोदकणिका का इति वयं पश्यामः अधुना. अत्र भगिनी, अत्र एकः प्रश्नः मम, यथा विनोदकणिकाम् अस्ति, किं वयं भीतकणिका अपि वक्तुं शक्नुमः किम्? भीतकणिका, विनोदकणिका, विनोदं प्रदायति, तथा यदि भयग्रस्तकथाम् अस्ति चेत् द्रष्टव्यं भगिनि, मम पार्श्वे अवगन्तुं नास्ति. कणिका इत्युक्ते पासिटिव् सेन्स् ड्राप्स् अस्ति, सुखं जनयति, अतः भीतिं कणिकां जनयति, पासिटिव् पासिटिव् एफेक्ट् कणिका, भयकणिका. अहं चिन्तयामि अत्र अस्मिन् सन्दर्भे विनोदकणिका इत्युक्ते हास्यं जनयति, एषः भागः, एतं भागं पठामश्चेत् अत्र विनोदं जनयति इति अर्थः. परन्तु भगिनी पृष्टवती भीतकणिका इति अपि वक्तुं शक्नुमः वा? मम पार्श्वे उत्तरं नास्ति भगिनि. तादृशप्रयोगः अस्ति वा न वा इति अहं सम्यक् न जानामि. आं भगिनि, अनन्तरम् अत्र ग्रामीणः कुत्र गतवान्? ग्रामीणः महानगरं गतवान्. किमर्थं? नगरदर्शनार्थं महानगरं गतवान्. तदा किम् अभवत्? तदा तान् ग्रामीणान् बुभुक्षा अभवत्. अत्र बुभुक्षा इति पदं जानाति वा? बुभुक्षा हङ्ग्री, बुभुक्षा स्त्रीलिङ्गे अस्ति, अतः बुभुक्षा जाता. उत्तमम्. अत्र एकं वदामि, पदं कथं कथं निष्पन्नम् इत्यस्मिन् विषये. अत्र बुभुक्षा इत्युक्ते भोक्तुम् इच्छा. अत्र भोक्तुम् इच्छा बुभुक्षा इति वदामः. अत्र पदम् सन् प्रत्ययान्तरूपम् इति वदामः. अत्र अग्रे गत्वा वयं पठिष्यामः प्रत्ययाः के इत्यस्मिन् विषये. अत्र सन् प्रत्ययान्तरूपं भोक्तुम् इच्छा बुभुक्षा, तथा एव भवती वदतु पातुम् इच्छा किं भवति? पातुं प्रयत्नं करो. पातुम् इच्छा प्राप्ता. अहं चिन्तयामि भवती श्रुतवती चेत् वदतु, नो चेत् भवान् वदतु महोदय. ज्ञातुम् इच्छा कर्तुम् इच्छा उषा भगिनी वदति वा? कर्तुम् इच्छा न भगिनि. अत्र कर्तुम् इच्छा चिकीर्षा ओके चिकीर्षा एव ओके युद्धे चिकीर्षा. अनन्तरम् अत्र मोक्तुम् इच्छा मुमुक्षा. अत्र द्वित्वं भवति, तथा पिपासा बुभुक्षा जिज्ञासा मुमुक्षा एतानि पदानि अन् प्रत्ययान्तरूपाणि. तत्र भोक्तुम् इच्छा बुभुक्षा, तथा एव अन्यं पदमस्ति वक्तुम् इच्छा. वदतु महोदय. विवक्षा प्रत्ययस्य नाम किं? नाम न जानामि, केवलं रूपं जानामि एव. नाम फन् फन् फन्नन्तरूपाणि तदेव अहं पिपटिषु इति तथा एव. अत्र महोदय भवतः दूरवाणी किञ्चित् अधिकध्वनिः श्रूयते अत्र, अत्र शब्दः अस्ति. अनन्तरम् अत्र व्यजनस्य शब्दः अस्ति, किञ्चित् अधिकध्वनिः अस्ति, तदर्थं किञ्चित् म्यूट् करोमि. अत्र साधारणतया वयं वदामः मम विवक्षा तादृशी अस्ति इति वदामः. अधुना सम्यक् अस्ति, मम विवक्षा तादृशी अस्ति इति वदामश्चेत् तदत्र तदेव अहं वक्तुमिच्छामि इति अर्थः. इत्युक्ते वक्तुमिच्छा विवक्षा इति वदामः. परन्तु एतानि पदानि योजयित्वा वाक्यानि, सुन्दराणि वाक्यानि रचयितुं शक्नुमः. अधुना शोभा भगिनी भवती करोतु. अत्र यदा सः ग्रामीणः नगरं गतवान् तदा सः एकं भोजनालयं गत्वा किं पृष्टवान्? ते पृष्टवान् अत्र भोजनस्य अल्पाहारस्य च समयः कः इति. च किमर्थम् अस्मिन् वाक्ये? किमर्थम् इत्युक्ते अत्र भोजनस्य अपि अल्पाहारस्य द्वे पदद्वयम् अस्ति. तदेव अतः. अत्र सः ग्रामीणः कं पृष्टवान्? ते भोजनालयस्य स्वामी, भोजनालयस्वामीं पृष्टवान्. अत्र कथं वक्तव्यं भोजनालयस्य? सः उक्तवान् प्रातः. भगिनि अत्र अहं किं पृष्टवती? ग्रामीणः कं पृष्टवान् इति उक्तवती. तत्र उत्तरं किं भवति? कं पृष्टवान्? तं पृष्टवान्. तम् इत्युक्ते कम्? अत्र अत्र भोजनालयस्वामी. अत्र किं वक्तव्यम् इत्युक्ते अत्र स्वामी इति पदस्य विषये वदतु. स्वामी इत्युक्ते किमपि स्थलस्य ओनर् अथवा मेनेजर्, नाट् मेनेजर्. उत्तमम्. इत्युक्ते भवती यदुक्तवती तत् सम्यक् एव, ओनर् अथवा मेनेजर्. परन्तु अहं किं वदामि, पदस्य रूपं स्वरूपं किम्? ओ स्वरूपः स्वामी पदस्य स्वरूपम् अहं न जानामि भगिनि. अत्र उषा भगिनी वदतु. उषा भगिनी स्वामिन्येव, नकारान्त एव भगिनि. नकारान्त. तदर्थं कं पृष्टवान् इत्युक्ते वाक्यं किं भवति महोदय, वदतु. कं पृष्टवान् स्वामी एकनिमिषः. स्वामी कः वदति? तनय् महोदय वदतु. स्वामिनम्म. उत्तमम् आचार्य महोदय. इत्युक्ते किं वदामः, पूर्णतया वाक्यं वदतु महोदय. स्वामिनं पृष्टवान् अत्र भोजनस्य क समयः कः इति ग्रामीणः स्वामिनं पृष्टवान् इति भवति वा अत्र इति वक्तव्यम्. इति वक्तव्यम् इत्युक्ते तदा ग्रामीणः भोजनालयस्य स्वामिनं पृष्टवान् तथा भवति. परन्तु अत्र वदतु महोदय. यथा वयम् आपणकः इति उक्ते शाप्कीपर् अस्ति, तथा भोजनालयः कः इति वक्तुं शक्नुमः? अत्र पदं भोजनालयः, परन्तु भोजनालयः कः इति, भोजनालयः कः, यथा यथा आपणकः इति शाप् इत्युक्ते शाप्कीपर् अस्ति, तथा एव भोजनालयः कः इति उक्ते भोजनालयस्य स्वामी इति सम्यक् अस्ति. भोजनालयस्य स्वामी, अत्र भोजनालयस्य स्वामी इति, तथा एव अत्रापि पदमस्ति भोजनालयः अथवा आपणः इति प्रथमाविभक्त्यन्तरूपाणि. परन्तु अत्र भोजनालयं गत्वा किं वदामः, किमर्थं तत्र भोजनालयं दत्तमस्ति इत्युक्ते, गत्वा इति स्वान्तरूपम्, अपि च गम् धातुः सकर्मकधातुः, अतः भोजनालयं द्वितीयाविभक्त्यन्तरूपम् अत्र दत्तमस्ति. धने महोदय, वदतु. मम प्रश्नः अस्ति, यथा आपणकः इति उक्ते शाप्कीपर् अस्ति, अन्तिम कः अस्ति, आपण योग कः, तथा भोजनालय कः इति वक्तुं शक्नुमः? उत्तमप्रश्न. आपण अधुना अहं सम्यक् श्रुतवती, पूर्वं न श्रुतवती सम्यक्. अत्र महोदयः भवान् किं पृष्टवान् इत्युक्ते, आपणकः इति पदमस्ति, तथा एव अत्र भोजनालयकः इति वदामः वा, न जानामि महोदय, अहं न श्रुतवती, तादृशपदं न श्रुतवती. परन्तु यथा भवान् उक्तवान् आपणकः इति पदमस्ति, परन्तु अत्र भोजनालयकः इति वक्तुं शक्नुमः वा न वा, द्रष्टव्यं महोदय, न जानामि. परन्तु अत्र भोजनालयस्वामी इति उक्तमस्ति. अधुना शोभा भगिनी भवती वदतु, अत्र सः किम् उत्तरं दत्तवान् भोजनालयस्वामी? सः उक्तवान् प्रातः सप्तवादनतः एकादशवादनपर्यन्तम् अल्पाहारः, मध्याह्ने द्वादशवादनतः त्रिवादनपर्यन्तं भोजनं, सायं पञ्चवादनतः रात्रौ दशवादनपर्यन्तं रात्रिभोजनम् इति. अत्र रात्रौ रूपं किं भगिनि? रात्रौ द्विवचने रात्रि पदस्य रूपम्. एकनिमिषं भगिनि, सायं रात्रौ दशवादनपर्यन्तं न भगिनि, रात्रि रात्रौ इत्युक्ते रात्रे सप्तमी विभक्ति, सप्तमी विभक्ति यथा रात्रि हरिपदस्य हरौ. अत्र रात्रिः रात्रिः रात्रिः अत्र मतिशब्दवत् स्त्रीलिङ्गे मतिशब्दवत् रात्रिः रात्रिः इति रात्रौ इति दत्तमस्ति. अनन्तरम् अत्र सः भोजनालयस्वामी उक्तवान् कदा कदा सः भोजनं परिवेशयति अथवा अल्पाहारं परिवेशयति, सः उक्तवान्. श्रवणानन्तरं सः ग्रामीणः किं पृष्टवान्? ते पृष्टवान् महाशय, यदि एतवान् कालः अल्पाहारार्थं मध्याह्ने भोजनार्थं रात्रिभोजनार्थं च भवति, तर्हि मम नगरदर्शनं कदा भविष्यति इति. इत्युक्ते किम्? इत्युक्ते ते चिन्तयन्तः भोजनालयस्य स्वामी इच्छति ते ते अत्र एव तिष्ठ अल्पाहारं मध्याह्नस्य भोजनम् अपि रात्रौ भोजनं कृत्वा तदनन्तरं गच्छन्तम् इति गन्तव्यम् इति चेत् किं भवति इत्युक्ते अत्र इतोपि अत्र हास्यं किम् इति उषा भगिनी वदतु अत्र. अहं लैक् सः चिन्तयति भोजन लैक् अल्पाहार मध्याह्नभोजनं रात्रिभोजनं अहं लैक् इफ् ऐ डू द त्री टैम्स् हियर् लैक् ऐ डोण्ट् हेव् द टैम् टु लैक् टु सी द नगरदर्शनं कदा भविष्यति. अत्र तनय महोदय स्वस्य वाक्यैः वदतु अत्र विनोदं किं विनोदः कः इति. अस्तु भगिनि, ग्रामीणः चिन्तितवान् यदि सः प्रातःकाले सप्तवादनतः एक दशवादनपर्यन्तं भोजनालये अल्पाहारं करोति, तत् अनन्तरं द्वादशवादनतः त्रिवादनपर्यन्तं तथैव भोजनम् एव करोति, अपि च तत् अनन्तरं रात्रौ अपि पञ्चवादनतः द्वादशवादनपर्यन्तं रात्रिभोजनं तत्र एव करोति, तथा सः नगरं कदा द्रष्टुं शक्नोमि इति सः चिन्तयति. उत्तमं, यदि अहम् एतावान् समयः अत्रैव स्थास्यामि चेत् मम नगरदर्शनं कदा भविष्यति इति सः उक्तवान्. इत्युक्ते अत्र भोजनालयस्वामी यावत्पर्यन्तं भोजनं परिवेषयति तावत्पर्यन्तं सः ग्रामीणः तत्र एव स्थास्यति चेत् सः नगरदर्शनं कथं करिष्यति, कदा करिष्यति अत्र इति उक्तमस्ति. उत्तमं, सः एव अत्र एतावान् इत्युक्ते किं भगिनि? हा वदतु, कः वदति एतावान् विषये? तनय महोदय वक्तुं शक्नोति वा? न भगिनि, एतावत् इति अहं श्रुतवान्. एतावान् बहुवचने अस्ति न अत्र पश्यन्तु. गीताञ्जलि भगिनि, प्रश्नः अस्ति वा? एतावान् इत्युक्ते एतादृशी अत्र किञ्चित् वदामि, शृण्वन्तु. अत्र प्रातिपदिकमस्ति एतावत्, परन्तु अत्र पुंलिङ्गरूपं दत्तमस्ति. एतावान् इति पुंलिङ्गरूपं, किमर्थं पुंलिङ्गरूपं दत्तमस्ति? कालः इति पुंलिङ्गपदं, कालः इति शब्दस्य विशेषणम् इति कृत्वा एतावान् कालः इति वदामः. तथा एव यावान् समयः, तावान् समयः अथवा एतावान् समयः. प्रश्नवाचकपदं वदामश्चेत् कियान् कालः, तत्र कियत् इति पदं प्रातिपदिकमस्ति. कियत् इति प्रातिपदिकात् कियान् इति रूपम् आगच्छति प्रश्नवाचकपदं. तत्र कियत् मूल्यं किमर्थं तत्र मूल्यम् अपि च दूरम् इति पदद्वयं नपुंसकलिङ्गे अस्ति इति कृत्वा कियत् इत्युक्ते यदि वयं कियत् पदं स्वीकृत्य वदामश्चेत् नपुंसकलिङ्गे कियत् दूरं, कियत् मूल्यं यथा महोदयः उक्तवान्. पुंलिङ्गे वदामश्चेत् कियान् कालः, कियान् समयः इति वदामः. स्त्रीलिङ्गे वदामश्चेत् कियती भवति, यथा नदी शब्दवत् कियती, कियत्यौ, कियत्यः प्रथमाविभक्त्यन्ति रूपाणि. परन्तु त्रिषु लिङ्गेषु भवन्ति, त्रिषु वचनेषु अपि च सप्तसु विभक्तिषु रूपाणि भवन्ति. अत्र एतावान् कालः इति कालः पुंलिङ्गपदमिति कृत्वा, परन्तु एतावान् इति शब्दस्य रूपाणि भवान् शब्दवत्. त्रिलिङ्ग एतावान् एतावती वा एतावती एतावती अत्र तद् कियति नदी शब्दवत् महोदय. यथा अहं पूर्वमेव उक्तवती सप्तसु विभक्तिषु रूपाणि भवन्ति. उत्तमं महोदय. एतत् कृदन्तं वा एतत् एतत् कृत् अथवा तद् रूपम् अस्ति किम् अहं चिन्तयामि तस्य मूलरूपं किं किम् इत्यस्मात् कियत् इति प्रातिपदिकम् आगच्छति. कियत् इति प्रातिपदिकात् त्रिषु लिङ्गेषु रूपाणि पुंलिङ्गे अत्र कियान्, स्त्रीलिङ्गे कियति, नपुंसकलिङ्गे कियत् तथा एव अत्र एतावान्, एतावती, एतावत्. अत्र पदं दृष्ट्वा तत्र लिङ्गं योजयामः. अत्र द्रष्टव्यं महोदय वान् वति अत्र धनवान् परन्तु अत्र वान् नास्ति. अत्र किमस्ति एतावान् अस्ति परन्तु द्रष्टव्यं द्रष्टव्यं महोदय मधु मधुप्रत्ययम् अस्ति वा तत्र. उत्तमम्. अनन्तरम् अत्र धन्यवादः शोभा भगिनी. अनन्तरम् अत्र गीताञ्जलि भगिनी भवती करोतु अभ्यासम्. अन्यः अभ्यासः अपि अस्ति अत्र. किञ्चन गीताशिबिरं प्रवर्तते, तस्य समयसारिणी अत्र अस्ति. तद्दृष्ट्वा कदा किं प्रवर्तते इति लिखत. अत्र अत्र पश्यतु किञ्चन इति दत्तमस्ति. किमर्थम् किञ्चन इत्युक्ते एनी कोऽपि वदति वा अत्र किञ्चन इति किमर्थमस्ति? शिबिरं शिबिरमस्ति अतः किञ्चन शिबिरं नपुंसकः अस्ति. किञ्चन शिबिरम्. उत्तमम् उत्तमं. किञ्चन शिबिरं यदि पुंलिङ्गे अस्ति चेत् किं वदामः महोदय? कश्चन पुरुषः, काचन महिला, काचित् महिला, काचित् काचित् महिला. तदपि समीचीनं महोदय. काचन काचन काचन अपि भवति वा? अस्तु अस्तु. अत्र भगिनी गीताञ्जलि भगिनी अवगतवती वा? अस्तु महोदय. काञ्चन इत्युक्ते द्वितीयविभक्ति काचन. अत्र पश्यन्तु कान् महोदयः किम् उक्तवान् भगिनी इत्युक्ते किञ्चन अस्ति, कश्चन अस्ति, काचन अथवा काचित् अपि अस्ति. चित् अथवा चनप्रयोगः अत्र रूपद्वयमपि साधु एव. परन्तु भवती किम् उक्तवती द्वितीयविभक्त्यन्तरूपाणि किं भवन् तत्र किं भवति? काचन काश्चन कान् कांश्चन तथा भवति. तत्र सन्धिः भवति भगिनि. कांश्चन कांश्चन तत्र सत्त्वसन्धिः भवति. सत्त्वसन्धि सत्त्वसन्धेः उदाहरणं कांश्चन कांश्चन तत्र रूपद्वयं सम्भवति विकल्पेन. पठतु भगिनि अत्र समयसारिणी इत्युक्ते किम्? समयसारिणी इत्युक्ते समय कार्यक्रम किं कार्यक्रम किं टैम् टेबल् कति समये अस्ति इति दत्तम्. उत्तमम्. अत्र टैम् टेबल् टैम् टेबल् समयसारिणीम् अनुसृत्य साधारणतया कार्याणि प्रचलन्ति. यत्र कुत्रापि अत्र एकं किञ्चन गीताशिबिरं प्रवर्तते अत्र भवती श्रुतवती वा प्रवर्तते इति पदम्? प्रवर्तते इत्युक्ते वर्तमान वर्तते इत्युक्ते टु बि भवते भवत् भव भवति भवति उत्तमम् उत्तमरीत्या उक्तवती इत्युक्ते अत्र प्रा उपसर्गपूर्वकः वृत् धातुः वृत् धातुतः वर्तते इति रूपम् आगच्छति वर्तते इति आत्मनेपदरूपम् परन्तु अत्र प्रवर्तते इति अस्य स्थाने अस्ति भवति अथवा प्रवर्तते वर्तते विद्यते एतानि पदानि सर्वाणि पदानि समानार्थकानि विद् धातोः रूपं विद्यते विद्यते इत्युक्ते अस्ति एव वर्तते इत्युक्ते अपि अस्ति एव अत्र प्रवर्तते तस्य समयसारणी अत्र अस्ति तत् दृष्ट्वा कदा किं प्रवर्तते इति लिखत वदतु भगिनि अत्र षड्वादनतः सप्तवादनपर्यन्तं योगासनं नववादनतः दशवादनपर्यन्तं गीतापारायणं भगिनि अत्र पदमस्ति प्रचलति इति दत्तमस्ति पूर्णं वाक्यं वदतु प्रचलति अत्र षड्वादनतः सप्तवादनपर्यन्तं योगासनं प्रचलति नववादनतः दशवादनपर्यन्तं गीतापारायणं प्रचलति एकादश वादनतः द्वादशवादनपर्यन्तं गीताप्रवचनं प्रचलति त्रिवादनतः चतुर्वादनपर्यन्तं सम्भाषणवर्गः प्रचलति पञ्चवादनतः षड्वादनतः गीताध्ययनं प्रचलति अत्र अहम् एकं वदामि अत्र सम्भाषणवर्गः प्रचलति इति दत्तमस्ति इत्युक्ते तद्वाक्यं दृष्ट्वा किम् अवगन्तुं शक्नुमः इत्युक्ते अत्र प्रचलति इति क्रियापदम् अस्ति चेत् तत्र कर्मपदं न भवति अस्तु किमर्थम् अत्र गीतापारायणम् इति पदं पारायणम् इति पदं नपुंसकलिङ्गपदं प्रवचनं नपुंसकलिङ्गपदम् अध्ययनं नपुंसकलिङ्गपदं वयं जानीमः एव नपुंसकलिङ्गपदं प्रथमाविभक्तौ द्वितीयाविभक्तौ समानमेव परन्तु एतेषु वाक्येषु प्रथमाविभक्तौ अस्ति सम्भाषणवर्गं प्रचलति इति नास्ति अत्र केवलं सम्भाषणवर्गः प्रचलति इति दत्तमस्ति इत्युक्ते अत्र एतानि पञ्चवाक्यानि दृष्ट्वा वयं किम् अवगन्तुं शक्नुमः इत्युक्ते अत्र एतेषु वाक्येषु कर्मपदं नास्ति केवलं पदानि कानिचन पदानि नपुंसकलिङ्गपदानि केवलं वर्गः सम्भाषणवर्गः इति पुंलिङ्गपदम् अकर्मकक्रियापदम् इति केवलम् अकर्मकक्रियापदम् अस्ति चेत् किं वदामः साधारणतया प्रश्नवाचकपदं वाक्यं किं भवति गीतापारायणं कुत्र प्रचलति वदतु वाक्यं वदतु अत्र उत्तरं किम् पुनः प्रश्न वदतु प्रातः षड्वादनतः सप्तवादनपर्यन्तं योगासनं प्रचलति इति वाक्यमस्ति योगासनं कुत्र प्रचलति योगासनं किञ्चित् गीताशिबिरं प्रचलति. सम्यक् वदतु भगिनि. उत्तमं वदतु. अस्तु अस्तु, धन्यवादः महोदय. योगासनं गीताशिबिरे प्रचलति. उत्तमम्. अपि च सम्भाषणवर्गः कुत्र प्रचलति? सम्भाषणवर्गः अपि च गीताशिबिरे प्रचलति. सुन्दरं सुन्दरं. सम्भाषणवर्गं वर्गम् इति वदामश्चेत् किं वदामः? तत्र क्रियापदं किं भवितुम् अर्हति? अस्तु अस्तु, सम्भाषणवर्गे प्रचलति. नो गीताशिबिरे भगिनी, भवती न अवगतवती मम प्रश्नः किम् इत्युक्ते, अत्र सम्भाषणवर्गः कुत्र प्रचलति? सम्भाषणवर्गः गीताशिबिरे प्रचलति. उत्तमं. सम्भाषणवर्गम् इति वदामश्चेत्, इति पदं योजयित्वा वदामश्चेत् तत्र क्रियापदं किं भवितुमर्हति? क्रियापदम् अहं सम्भाषणवर्गं गच्छामि. अस्तु, अहं सम्भाषणवर्गं न अवगच्छामि अधुना. उत्तमं. सम्भाषणवर्गम् अहं सम्भाषणवर्गं गच्छामि अथवा उत्तमम् उत्तमम् उत्तमम्. अनन्तरम् अत्र सतीश् महोदय, भवान् कर्तुं शक्नोति वा? अग्रिम अभ्यासं करोति वा? तः पर्यन्तम् इति योजयित्वा लिखत महोदय, अस्ति वा अत्र? नो चेत् अत्र उषा भगिनी भवती करोतु. आं भगिनि, तः पर्यन्तम् इति योजयित्वा लिखत. उदाहरणं द्वितीयाध्यायस्य पञ्चपञ्चाशत् तमश्लोकतः एकषष्टिः तमश्लोकपर्यन्तं भगिनी उत्तमरीत्या उक्तवती, परन्तु अत्र किं वदामः इत्युक्ते सर्वे अवधानं दत्वा शृण्वन्तु. पञ्चपञ्चाशत्तमश्लोकतः भवती उक्तवती, तं भागं भवती उक्तवती, परन्तु द्वितीयभागं किं वदामः? एकषष्टितमश्लोकपर्यन्तं. षष्टिः इति न वदामः, एकषष्टितम. एकषष्टितम वदतु, पुनः वदतु. द्वितीयाध्यायस्य पञ्चपञ्चशतमश्लोकतः एकषष्टितमश्लोकपर्यन्तं स्थितप्रज्ञलक्षणमस्ति. भवती जानाति वा द्वितीयाध्यायस्य नाम किम्? कोऽपि वदति वा? भगवद्गीतायां न भगिनी, भगवद्गीतायां द्वितीयाध्यायस्य नाम किम्? कर्मयोगः. न भगिनी, न अर्जुनविषादयोग. प्रथमाध्यायः, प्रथमाध्यायः अर्जुनविषादयोगः, परन्तु अत्र द्वितीयाध्यायस्य नाम साङ्ख्ययोगः. साङ्ख्ययोगः परन्तु वेरि इम्पार्टेण्ट् चाप्टर्. आफ् आल् द 18 चाप्टर् दिस् इस् द मोस्ट् इम्पार्टेण्ट् चाप्टर् इत्युक्ते अत्र अत्र किं दत्तमस्ति? स्थितप्रज्ञलक्षणम् अस्ति इति अस्ति. अत्र भगवद्गीतायाम् अत्र चतुष्पञ्चाशत्तमश्लोकः अस्ति, स्थितप्रज्ञस्य का भाषा. अत्र श्लोकः, समाधिस्तस्य केशव, स्थितधीः किं प्रभाषेत, किम् आसीत व्रजेत किम् इत्युक्ते अत्र स्थितप्रज्ञः कीदृशरीत्या वदति, कीदृशरीत्या सः तस्य व्यवहारः भवति, सः कथं चलति, सः कथं गच्छति, सः कीदृशरीत्या कार्याणि करोति स्थितप्रज्ञः इति उक्तमस्ति. तत्र तस्मिन् श्लोके अर्जुनः भगवन्तं पृच्छति, भगवान् श्रीकृष्णं भगवन्तं श्रीकृष्णं पृच्छति, किं स्थितप्रज्ञः इत्युक्ते सः कथं कार्याणि करोति, सः कीदृशरीत्या वदति, स्थितप्रज्ञस्य का भाषा इति एव तत्र तस्मिन् श्लोके चत्वारः प्रश्नाः अर्जुनेन उक्ताः भगवन्तं प्रति. अत्र भगवद्गीतायाः भगवद्गीतायां द्वितीयाध्याये स्थितप्रज्ञलक्षणानि सन्ति. एकवारं पठन्तु सर्वे. भगिनी भवती करोतु द्वितीयं वाक्यं किम्? आं भगिनि, द्वादशोऽध्यायस्य त्रयोदशतमश्लोकतः नवदशतमश्लोकपर्यन्तं भक्तलक्षणमस्ति. भक्तलक्षणमस्ति. अत्र द्वादशाध्यायस्य नाम किम्? अत्र द्वादशाध्यायस्य नाम भक्तियोगः. अत्र भक्तियोगः, अत्र भक्तलक्षणम् उक्तमस्ति. तृतीयं करोतु. तृतीयं षोडशाध्यायस्य प्रथमश्लोकतः त्रीणि वदामि, त्रय वदामि भगिनि. किं वक्तव्यं? तृतीयतमश्लोकपर्यन्तं देवी. अत्र भगिनि अत्र तृतीय वदामश्चेत् तम तस्य आवश्यकता नास्ति, तृतीयश्लोकपर्यन्तं. तृतीयश्लोकपर्यन्तं दैवी सम्पत् उक्ता अस्ति. अत्र सम्पत् उक्ता अस्ति इति वाक्यमस्ति. तद् वाक्यं दृष्ट्वा भवती किम् अवगतवती? दैवी रघुपत्याचार्यमहोदय वदतु, अत्र सम्पत् उक्ता अस्ति. उक्ता अस्ति अत्र सवर्णदीर्घसन्धिः. देवी सम्पत् उक्ता अस्ति, अति उक्ता अस्ति सवर्णदीर्घसन्धिः. उक्ता दैवी सम्पत् उक्ता अस्ति, परन्तु अत्र अहं किम् उक्तवती इत्युक्ते सम्पत् इति पदं त्रिलिङ्गपदं, परन्तु हलन्तपदम् इति कृत्वा, स्त्रीलिङ्गपदम् इति कृत्वा उक्ता. भगिनी आपत् अपि स्त्रीलिङ्गपदं दृष्टवान् इदानीं, तदपि आपद् स्त्रीलिङ्गपदम् अस्ति. ओ स्त्रीलिङ्गपदं वा, उत्तमम्. अत्र आपत् सम्पत् हलन्तपदद्वयं, देवी सम्पत् उक्ता अस्ति. उक्ता अस्ति किमर्थमित्युक्ते पदं स्त्रीलिङ्गपदम् इति कृत्वा दत्तमस्ति. भगिनी अत्र भवती जानाति चेत् वदतु, षोडशाध्यायस्य नाम किम्? जानाति चेत् वदतु कोऽपि. अत्र तनय् महोदय वक्तुं शक्नोति वा? दृष्टवान् वा? अहं दृष्टवान्, तत् पठितवान्. दैवासुरसम्पदविभागयोग. सुन्दरं. दैवासुरसम्पद्विभागयोग. सुन्दरं. दैवासुरसम्पद्विभागयोगः. अग्रिमं करोतु चतुर्थम्. आं भगिनि. भगिनि एकः प्रश्नः वदतु. देवी सम्पत् इति पदम् अत्र कथम् अनुस्वर न दत्तं, हलन्तमा मकार दत्तम्? अत्र अनुस्वारस्य स्थाने पवर्गस्य अन्तिमवर्णः मकारः अस्ति. तदर्थं सम्पत् सम्पत् इति भवति परन्तु अनुस्वर योजयित्वा न वक्तुं शक्नुमः न अत्र अहं पूर्वमेव उक्तवती अत्र अनुस्वारस्य स्थाने परसवर्णादेशः भवति इति कृत्वा अत्र पवर्गीय अन्तिमव्यञ्जनं पाफा बाफा म इति अस्ति इति कृत्वा अनुस्वारस्य स्थाने मकारं योजयित्वा पकारं लिखामः तथा एव लेखनीयम् अनुस्वारस्य उपयोगः न भवति अत्र परन्तु अत्र मम प्रश्नः भगिनी यथा संस्कृत अनुस्वरयोग अवगतवती भगिनी अत्र संस्कृतम् इति पदं भिन्नं पदं किमर्थं चेत् अत्र संस्कृतम् इति पदस्य सम् इति उपसर्गः अस्ति प्रथमतया सम् उपसर्गः अनन्तरं स्क्रू इति वदामश्चेत् अत्र सकारः इत्युक्ते द्वितीयपदस्य प्रथमवर्णः सकारः सकारः कीदृशसकारः दन्त्यसकारः तत्र दन्त्यसकारः अस्ति चेत् तत्र सूत्राणि सन्ति भगिनि संस्कृतम् इति पदस्य विषये केवलम् एकमेव पदस्य विषये बहूनि सूत्राणि आगच्छन्ति विवरणार्थम् अवगच्छामि धन्यवादः दन्त्यसकारः अस्ति चेत् तत्र अनुस्वारः तथावत् तिष्ठति अवगच्छामि धन्यवादः इत्युक्ते एकैकस्य पदस्य निर्माणार्थं बहूनि सूत्राणि कार्याणि कुर्वन्ति इति अस्माभिः अवगन्तव्यं टु क्रियेट् वन् सिङ्गल् वर्ड् सो मेनि रूल्स् विल् वर्क् बिहैण्ड् द सीन् अत्र संस्कृतं भिन्नं पदं परन्तु अत्र सम्पत् भिन्नं पदं देवीसम्पत् अत्र समासः अस्ति अनन्तरं चतुर्थं वाक्यं करोतु भगिनि दशमोऽध्यायस्य विंशतिलोकतः एकचत्वारिंशतमश्लोकपर्यन्तम् ईश्वरस्य विभूतयः उक्ताः विभूतियोगः दशम वदतु दशम चाप्टर् लैक् विभूतियोग नाम दशमोऽध्यायः अस्ति भगिनि उत्तमम् इत्युक्ते दशमाध्यायस्य नाम विभूतियोगः उत्तमम् दशमाध्यायस्य नाम विभूतियोगः अत्र एकचत्वारिंशत्तम तत्र तकारद्वयम् आगच्छति एकचत्वारिंशत्तम अत्र अस्मिन् अध्याये ईश्वरस्य विभूतयः के इति उक्तमस्ति अग्रिमं पञ्चमं करोतु एकादशाध्यायस्य दशलोकतः भगिनि एकादशाध्यायस्य दशमश्लोकतः दशमश्लोकतः त्रयोदशश्लोकपर्यन्तं विश्वरूपदर्शनं विश्वरूपदर्शनयोग विश्वदर्शन कस्य नाम एकादश योगशास्त्रे अध्यायस्य अध्यायस्य नाम विश्वरूपदर्शनयोग अस्ति उत्तमम् तादृशरीत्या वक्तव्यम् इत्युक्ते भगवद्गीतायां वदतु महोदय अत्र तम विंशति उत्तर एव तम योजनीयं वा विंशति संख्या अनन्तरं विंशतितम अथवा नवदशतम न भवति वा न भवति अत्र नवदशतम विंशतितम उत्तर एव एकविंशतितम इति द्वादशतम न भव द्वादशतम न वयं तस्य उपयोगं तम शब्द प्रत्ययस्य उपयोगं न कुर्मः वा तम योजयित्वा वदामः महोदय दशपर्यन्तं नास्ति अनन्तरमेव तम दशतम न भवति न अनन्तरमेव एकादशतम ओके एकादशतम त्रयोदशतम इत्युक्ते वयं जानीमः आङ्ग्लभाषायामपि किं वदामः इत्युक्ते पूर्णप्रत्ययान्ताः इति वदामः अत्र गीतासोपानपुस्तके पूर्णप्रत्ययान्ताः इति एकः विषयः अस्ति तत्र वयं पठिष्यामः पुनः एकवारं पूर्णप्रत्ययान्तानां विषये अत्र तम त्रयोदशतम श्लोकपर्यन्तं विश्वरूपसन्दर्शनयोगः किमर्थम् इत्युक्ते कुत्रापि तम एकादश तम अहं किं न दृष्टवान् अतः किञ्चित् संशयः आसीत् न जानामि सम्यक् न जानामि अनन्तरम् अहं कक्षायाः अनन्तरम् एकं करपत्रं प्रेषयामि अस्तु मम पार्श्वे तत्र पूर्णप्रत्ययान्तानां विषये एकं करपत्रमस्ति अहं प्रेषयामि अनन्तरम् अत्र तदभवत् अत्र उषा भगिनी भवती एव पठतु अग्रे किं दत्तमस्ति अवधेयं तः पर्यन्तम् इत्यस्य एतादृशाः प्रयोगाः अपि भवन्ति हिमालयतः कन्याकुमारीपर्यन्तं भारतम् अस्ति आरम्भतः अन्तपर्यन्तं भगवद्गीतां पठतु इत्युक्ते इदानीं पर्यन्तं वयं किं समयस्य विषये सार्ध षड्वादनतः सप्तवादनतः कुत्र सप्तवादनपर्यन्तम् इति वयं पठितवन्तः परन्तु अन्ये प्रयोगाः अपि सन्ति अस्मिन्नेव विषये हिमालयतः कन्याकुमारीपर्यन्तं भारतमस्ति तथा एव आरम्भतः अन्तपर्यन्तं भगवद्गीतां पठतु वयं सर्वे मिलित्वा पठामः अनन्तरम् अत्र तने महोदय भवान् करोति वा अत्र अभ्यासपुस्तके आरभ्य सप्तचत्वारिंशत्तमे पुटे अस्तु करोतु चित्राणां सहायेन अत्र मालागोपालयोः सम्भाषणमस्ति मालागोपालय मम पार्श्वे अभ्यासपुस्तिका अस्ति परन्तु सप्तचत्वारिंशत् पुटे सम्भाषणं नास्ति ओ तथा वा परन्तु मालागोपालयोः इत्युक्ते मम पुस्तकं पुरातनपुस्तकं पुरातनम् अस्ति अत्र मालागोपालयोः सम्भाषणं नो चेत् भवान् शृणोतु दृष्टवान् माला तत् अहं पठितवान् माला गोपाल भवतः परीक्षा समीपम् आगता अस्ति अद्य आरभ्य प्रतिदिनं पठतु गोपालः अद्य अहं मित्रस्य गृहं गच्छामि श्वः आरभ्य पठिष्यामि भगिनी माला भवतु गोपाल विद्यालये योगासनकक्षा कदा आरभ्य भविष्यति गोपालः परश्वः आरभ्य भविष्यति माला परश्वः मम अवकाशः न भविष्यति प्रपरश्वः आरभ्य अहमपि योगासनकक्ष्याम् आगमिष्यामि. गोपालः, भगिनी मातुलस्य पत्रम् आगतं वा? माला, नैव भोः, अहं परह्यः आरभ्य तस्य प्रतीक्षां कृतवती परन्तु न आगतम् एव. अत्र गोपाल रूपं किं महोदय? गोपाल इति सम्बोधन एकवचनरूपम् अस्ति. उत्तमं. परीक्षा आगता, आगता इत्यस्मिन् विषये किञ्चित् वदतु. आगता इति तान्तरूपम् अस्ति, गम् धातोः तान्तरूपम् अस्ति. परीक्षा आगता, परीक्षा स्त्रीलिङ्ग स्त्रीलिङ्गपदम् अस्ति, तत् तस्मात् कारणात् आगता इति एव स्त्रीलिङ्गरूपे अस्ति. उत्तमम् उत्तमम् उत्तमम्. इत्युक्ते आ उपसर्गपूर्वकः गम् धातुः. अत्र अद्य अद्य आरभ्य प्रतिदिनं पठतु, अस्मिन् वाक्ये प्रतिदिनम् इति अस्ति, तस्य रूपं किम्? प्रतिदिनम् अद्य अहं चिन्तयामि द्विवचन अस्ति. अत्र द्वितीयविभक्ति अस्ति. न महोदय, साधारणतया प्रतिदिनम् अत्र आरभ्य इति पदद्वयम् अव्ययम् इति वदामः. इत्युक्ते तस्य रूपं तथा एव तिष्ठति साधारणतया, अव्ययम्. अस्तु भगिनि. अव्ययम् इत्युक्ते त्रिषु लिङ्गेषु तस्य रूपं रूपपरिवर्तनं न भवति. अत्र एकं वाक्यमस्ति, अत्र अवकाशः इत्युक्ते भवान् किम् अवगतवान्? अवकाश इत्युक्ते समयः नास्ति, अन्यानि कार्याणि सन्ति, तस्मात् कारणात् अवकाशः अथवा समयः नास्ति. सुन्दरं सुन्दरम्. उत्तमम्. इत्युक्ते अत्र विरामः नास्ति, समयः नास्ति. उत्तमं महोदय. अनन्तरम् अत्र मातुलस्य इति उक्तमस्ति, अत्र रूपं किम्? मातुलस्य इति अहं चिन्तयामि मातुलः इति प्रातिपदिकं, मातुल इति प्रातिपदिकमस्ति, तस्य षष्टि एकवचनरूपं मातुलस्य इति भवति. इत्युक्ते मातुलः इत्युक्ते कः? मातुल मेटर्नल् अङ्कल् इति. इत्युक्ते संस्कृतभाषायां किं वदामः? संस्कृतभाषायां मातुः भ्राता. सुन्दरं. मातुः भ्राता. नैव इति दत्तमस्ति. नैव अत्र सन्धेः नाम किम्? अत्र अत्र अहं न विस्मृतवान्. अत्र गीताञ्जलि भगिनी भवती वद् सम्यक् महोदय, सम्यक् रीत्या उक्तवान् भवान्. उत्तमं, धन्यवादः. गीताञ्जलि भगिनी भवती वदतु. नैव नैव वृद्धिसन्धि भगिनि. सूत्रं किं? वृद्धिरेचि. वृद्धिरेचि. उत्तमं. तावदेव. अत्र भवन्तः अवगतवन्तः एव अत्र अपरिवर्तनीयः विधिनियमः इति कथा अपि अस्ति. अपि च गते सप्ताहे शोभाभगिनी पृष्टवती यत् क्षम्यताम् इत्यस्मिन् विषये तस्य प्रयोगं कथं कुर्मः, प्रयोगः कथं भवति इत्यस्मिन् विषये बहवः विषयाः सन्ति. परन्तु अधुना समयः जातः. पुनः अग्रिमे सप्ताहे एकवारं मिलित्वा तयोः विषये किञ्चित् चिन्तनं करिष्यामः. अधुना धन्यवादः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः भगिनि. धन्यवादः. अहं वदामि वा?